शोभावामर्त्यस्येतन्तकैः तत्सर्वेन्द्रियाणां जनयन्ति तेजः अपि सर्वं जीवितम् अल्पमेव तवैव वाहास्तमनुत्यगीते मृत्युना इयं प्रलभ्यमानापि नचिकेत महाह्रदुदक्षोभ्यः शो भविष्यन्ति न वा इति सन्दिह्यमान एव येषां भावभवनं त्वया उपन्यस्तानां भोगानां ते शोभाव किञ्च मर्त्यस्य मनुष्यस्य अन्तक हे मृत्यो यत् एतत् सर्वेन्द्रियाणां तेजः तज्जरयन्ति अपक्षपयन्ति अप्सरप्रभृतियो भोगाः अनर्था एव इति धर्मवीर्यप्रज्ञा तेजो एष प्रवृत्तीनां क्षपयितृत्व यां चापि दीर्घजीविकां त्वं दिशसि तत्रापि शृणु सर्वं यद्ब्रह्मणोऽपि जीवितम् आयुः अल्पमेव किमुत अस्मदादि दीर्घजीविक अतः तवैव तिष्ठन्तु वाहः अर्थादयः तथा तव नृत्यगीते च न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्मचे त्वं जीविष्यामो यावदीशिष्यति त्वं वरस्त्वमेव वरणीयस एव किञ्च न प्रभूतेन वित्तेन तर्पणीयो मनुष्यः न हि लोके वित्तलाभः कस्य तृप्तिकरो दृष्टः यदि नाम अस्माकं वित्ततृष्णस्य लप्स्यामहे प्राप्स्यामहे वित्तम् अद्राक्ष्मात् दृष्टवन्तो वयं चेत्त्वात्मं जीवितमपि तथैव जीविष्यामः यावत् याम्यपदे त्वं ईशिष्यसि ईशिष्यसि प्रभुस्यः कथं हि मर्त्यः त्वया समेत्य अल्पधनायुः भवेत् वरस्तु मे वर्णीयः स एव यदात्मविज्ञानम् अजीर्यतामृतानामुपेत्य अजीर्यन्मर्त्यक्वतस्थप्रजानन् अभिद्यायन् वर्णारतिप्रमोदान्नतिदीर्घे जीविते को रमेत यतश्च अजीर्यतां वयोहानिम् अप्राप्नुवताम् अमृतानां सकाशमुपेत्य उपगम्य आत्मनः उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजान् उपलभ्यमानः स्वयं तु जीर्यन्मर्त्यः जरामरणवान् क्वतस्थः कुः पृथिवी अधश्च असौ अन्तरिक्षादिलोकापेक्षया तस्यां तिष्ठतीति क्वतस्थः सन् कथमेवम् अविवेकिभिः प्रार्थनीयं पुत्रवित्तादि अस्थिरं वृणीते क्व तदास्तः इति वा पाठान्तरम् अस्मिन् पक्षे च एवम् अक्षरयोजनं तेषु पुत्रादिषु आस्त आस्तिः तात्पर्येण वर्तनं यस्य स तदास्तः ततो अधिकतरं पुरुषार्थं दुष्प्रापमपि अभिप्रेप्सुः क्व तदास्तो भवेत् न कश्चित् तदसारज्ञः तदर्थी स्यादित्यर्थः सर्वो हि उपरि उपरि एव बुभूषति लोकः तस्मान् न पुत्रवित्तादिलोभैः प्रलोभ्योऽहं किञ्च अप्सरप्रमुखान् वर्णरतिप्रमोदान् अनवस्थितरूपतया अविद्यायन् निरूपयन् यथावत् अतिदीर्घे जीविते कः विवेकि रमेत यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहिणस्तन् योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते अतो विहाय अनित्यैः कामैः प्रलोभनं यन्मया प्रार्थितं यस्मिन् प्रेते इदं विचिकित्सनं विचिकित्सन्ति अस्ति नास्ति इति एवं प्रकारं हि मृत्यु साम्प्राये परलोकविषये महति महत्प्रयोजननिमित्ते आत्मनो निर्णयविज्ञानं यत् तद्ब्रूहि कथय न अस्मभ्यं किं भुवन योऽयं प्रकृत आत्मविषये वरः गूढं गहनं दुर्विवेचनं प्राप्तः अनुप्रविष्टः तस्माद्वरात् अन्यम् अविवेकिभिः प्रार्थनीयम् अनित्यविषयं वरं नचिकेतः नवृणीते मनसापि इति श्रुतेः वचनमिति इति प्रथमवल्ली भाष्यं द्वितीया वल्ली अन्यश्रेयो अन्यदुदैव प्रेयः ते उभेनानार्थे वृषिगुंसिनीतः तयोश्रेयादानाय साधु भवति हीयते अर्थाद्येव प्रेयो वृणीते परीक्षशिष्यं विद्यायोग्यतां च अवगम्याः अन्यत् पृथगेव श्रेयः निःश्रेयसं तथा अन्यत् उतैव अपि च प्रेयः प्रियतरमपि ते श्रेयप्रेयसि उभे नानार्थे भिन्नप्रयोजने सति पुरुषम् अधिकृतं वर्णाश्रमादिविशिष्टं सिनीतः बध्नीतः ताभ्यां विद्याविद्याभ्याम् आत्मकर्तव्यतया प्रयुज्यते सर्वः पुरुषः प्रेयश्रेयसोर्हि अभ्युदय अमृतत्वार्थे पुरुषः प्रवर्तते अतः श्रेयप्रियप्रयोजनकर्तव्यतया ताभ्यां बद्धः इत्युच्यते सर्वः पुरुषः ते यद्यपि एकैकपुरुषार्थसम्बन्धिनी विद्याविद्यारूपत्वात् विरुद्धे इति अन्यतर अपरित्यागेन एकेन पुरुषेण सह अनुष्ठानम् अशक्यत्व तयोः हित्वा अविद्यारूपं प्रेयः श्रेय एव केवलम् आददानस्य उपादानं कुरुतः साधु शोभनं शिवं भवति यस्तु अदूरदर्शी विमूढो हीयते वियुज्यते अर्थात् पुरुषार्थात् पारमार्थिकप्रयोजनात् नित्यं प्रच्यवते इत्यर्थः कोऽसं यः प्रेयः वृणीते उपादत्ते इत्येतत् श्रेयश्च प्रेयश्चमनुष्यमेतः तौ सम्परीत्य विविनक्तिधीरः श्रेयो हि धीरोऽपि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमा वृणीते यदि उभे अपि कर्तुं स्वायत्ते पुरुषेण किमर्थं प्रेयवादत्ते बहुल्येन लोक इति उच्यते सत्यं स्वायत्ते तथापि साधनतः प्रदश्च मन्दबुद्धीनां दुर्विवेकरूपे सति व्यामिश्रीभूते इव मनुष्यं पुरुषम् आ इतः एतः प्राप्नुतः श्रेयश्च प्रेयश्च अतो हंस इव अम्बसः पयः तौ श्रेयःप्रेयपदार्थौ सम्परीत्य सम्यक् परिगम्य मनसा आलोच्य गुरुलाघं विविनक्ति पृथक् करोति धीरः धीमः विविच्य च श्रेयो हि श्रेयेव अभिवृणीते प्रेयसो अभ्यर्हितत्वात् श्रेयसः कोऽसौ धीरः यस्तु मन्दः अल्पबुद्धिः सः सदसद्विवेक असामर्थ्यात् योगक्षेमात् योगक्षेमनिमित्तं शरीरादि उपचयरक्षणनिमित्तम् इत्येतत् प्रेयः पशुपुत्राय लक्षणं वृणीते सत्त्वं प्रियान् प्रियरूपागुंशकामान् अविद्यायं न चिकेतो अत्यस्राक्षीः नयितागं शृङ्कां वित्तमीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः सत्त्वं पुनः पुनः मया प्रलोभ्यमानोऽपि प्रियान् पुत्रादीन् प्रियरूपांश्च अप्सरप्रवृत्तिलक्षणान् कामन् अविद्यायन् चिन्तयन् तेषाम् अनित्य असारत्वानि दोषान् हि नचिकेतः अत्यस्राक्षी अतिसृष्टवान् परित्यक्तवान् अहो बुद्धिमत्ता तव न एताम् अवाप्तवानसि शृङ्कां श्रुतिं कुत्सितां मूढजनप्रवृत्तां वित्तमयीं धनप्रायं यस्यां श्रुतौ मज्जन्ति सीदन्ति बहवः अनेके मूढाः मनुष्यः दूरमेते विपरीते विशुचीय विद्याया च विद्येति ज्ञातं विद्याभीक्षिणं नचिकेतसं मन्येन त्वा कामा बहवो लोलुपन्त तयोः श्रेयः आददानस्य साधुभवति हियते अर्थाद् यौ प्रेयो वृणीते इति हि उक्तम् तत्कस्मात् यतः दूरं दूरेण महता अन्तरेण एते विपरीते अन्योन्यव्यावृत्तरूपे विवेक अविवेकात्मकत्वात् तं प्रकाशमिव विशुचि विशुच्यौ नानागति भिन्नपदे संसारमोक्षहित्वेन इत्येतत् केते इति उच्यते या च अविद्य प्रेयो विषय विद्या इति च श्रेयो विषय ज्ञात निर्ज्ञात अवगता पण्डितैः तत्र विद्याभीत्सिनं विद्यार्थिनं नचिकेतसं त्वामहं मन्ये कस्मात् यस्मात् अविद्वद्बुद्धिः प्रलोभिनः कामः अप्सरप्रवृत्तयः बहवोऽपि त्वां न अलोलुपन्तः न विच्छेदं कृतवन्तः श्रेयो मार्गात् आत्मोपभोगाविवाञ्छा सम्पादनेन अतो विद्यार्थिनं श्रेयो भाजनं मन्ये इत्यभिप्रायः अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः दन्द्रम्यमाणाः पर्यन्ति मूढाः अन्धेनैव नीयमाना यथान्दाः ये तु संसारभाजो जनाः अविद्यायाम् अन्तरे मध्ये घनीभूते इव तमसि वर्तमानाः वेष्ट्यमानाः पुत्रपश्वादितृष्णा भाष्यतैः स्वयं धीराः प्रज्ञावन्तः पण्डितः शास्त्रकुशलाश्च इति मन्यमानाः ते दन्द्रम्यमाणाः अत्यर्थं कुटिलाम् अनेकरूपां गतिं गच्छन्तः जरामरणरोगादिदुःखैः परियन्ति परिगच्छन्ति मूढाः अविवेकिनः अन्धेनैव दृष्टिविकलेनैव विनीयमानाः विषमे पति यथा बहवः अन्धाः महान्तम् अनर्थं मृच्छन्ति तद्वत् न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् अयं लोको नास्ति पर इति मानि पुनः पुनर्वशमापद्यते मे अतैव मूढत्वात् न साम्परायः प्रतिभाति सम्परेयते इति सम्परायः परलोकः तत्प्राप्तिप्रयोजनः साधनविशेषः शास्त्रीयः साम्परायः स च बालम् अविवेकिनं प्रति न प्रतिभाति न प्रकाशते न उपतिष्ठते इत्येतत् प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्रपश्वादिप्रयोजनेषु आसक्तमनसं तथा वित्तमोहेन वित्तनिमित्तेन अविवेकेन मूढं तमसा अच्छन्नं स तु अयमेव लोकः योऽयं दृश्यमानः स्त्र्यन्नपानादिविशिष्टः नास्ति परः अदृष्टलोक इत्ययं मननशीलः मानि पुनः पुनः जनित्वा वशम् अधीनताम् आपद्यते मे मृत्योः मम जनमरणादिलक्षणदुःखप्रबन्धारूढः एव भवति इत्यर्थः श्रवणायापि बहुभिः यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः आश्चर्यो वक्ता कुशलोऽस्ति लब्धः आश्चर्यो ज्ञाता कुशलान् विशिष्टः प्रायेण हि एवंविद एव लोकः यस्तु श्रेयोऽर्थि सः सहस्रेषु कश्चिदेव आत्मविद्भवति त्वद्विदः यस्मात् श्रवणायापि श्रवणार्थं श्रोतुमपि यः न लभ्यः आत्मबहुभिः अनेकैः शृण्वन्तोऽपि बहवः अनेके अन्ये यम् आत्मानं न विद्युः न विदन्ति अभागिनः असंस्कृतात्मानः न विजानीयुः किञ्च अस्य वक्तापि आश्चर्यः अद्भुतवदेव अनेकेषु कश्चिदेव भवति तदा श्रुत्वापि अस्य आत्मनः कुशलः निपुणः एव अनेकेषु लब्धः कश्चिदेव भवति यस्मात् आश्चर्यः ज्ञातः कश्चिदेव कुशलानुशिष्टः कुशलेन निपुणेन आचार्येन अनुशिष्टः सन् न नरेणावरेण प्रोक्त एषा सुविज्ञेयो बहुधा चिन्त्यमानः अनन्यप्रोक्ते गतिरत्र नास्ति अणीयानि अतर्क्यम् अनुप्रमाणात् कस्मात् न हि नरेण मनुष्येण अवरेण प्रोक्तः अवरेण हीनेन प्राकृतिबुद्धिना इत्येतत् उक्तः एष आत्मा यं त्वं मां पृच्छसि न हि सुष्ठु सम्यक् विज्ञेयः विज्ञातुं शक्यः यस्मात् बहुधा अस्ति नास्ति कर्ता कर्ता शुद्ध अशुद्ध इत्यादि अनेकदा चिन्त्यमानः वादिभिः कथं पुनः सुविज्ञेयः इति उच्यते अनन्यप्रोक्ते अनन्येन आपृथक्दर्शिन आचार्येण प्रतिपद्य ब्रह्मात्मभूतेन प्रोक्ते उक्ते आत्मनि गतिः अनेकदा अस्ति नास्ति इत्यादि लक्षणचिन्ता गतिः अत्र अस्मिन्नात्मनि नास्ति न विद्यते सर्वविकल्पगतिप्रत्यस्तमितरूपत्वादात्मनः अथवा स्वात्मभूते अन्यस्मिन् आत्मनि प्रोक्ते अन्यप्रोक्ते गतिः अत्र अन्य अवगतिः नास्ति नेयस्य अन्यस्य अभावः ज्ञानसिः एषा परानिष्ठा यदात्मैकत्वविज्ञानम् अतः गन्तव्य अभावात् न गतिः अत्र अवशिष्यते संसारगतिर्वा अत्र नास्ति अनन्ये आत्मनि प्रोक्ते न आन्तरीकत्वात् तद्विज्ञानस्य मोक्षस्य अथवा प्रोच्यमानब्रह्मात्मभूतेन आचार्येण अनन्यतया प्रोक्ते आत्मनि अगतिः अनवबोधो अपरिज्ञानमत्र नास्ति भवत्येव अवगतिः तद्विषय श्रोतुः तदनन्यम् अहमिति आचार्यस्य इव इत्यर्थः एवं सुविज्ञेय आत्मा आगमवता आचार्येण अन्यतया प्रोक्तः इतरत अणीयान् अणुतरः अणुप्रमाणादपि सम्पद्यते आत्मा अतर्क्यम् अतर्क्यः अणुप्रमाणो न तर्क्यः स्वबुद्धि अभ्यूहेन केवलेन तर्केण तर्क्यमाणे अणुपरिमाणे केनचित् स्थापिते आत्मनि ततो अणुतरम् अन्यो अभ्यूहति ततोपि अन्य अणुतरमिति न हि तर्कस्य निष्ठा क्वचिद्विद्यते